करिष्यामि सिद्धं पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्ति समन्वितम्। हा तर्हि अफ्जल् खानः, किं देश वास्तव्यो भवान्? तानरङ्गः, श्रीमन् राजपुत्रदेशीयोऽहमस्मि। अफ्जल् खानः, तत्र ओ तत्र तत्र वाक्यानां प्रयोगमपि किञ्चित् अवधानेन स्वीकुर्मः। किं देश वास्तव्यः भवान् इति, वासी इत्यपि भवितुम् अर्हति, किं देशवासी इत्यपि भवितुम् अर्हति, वास्तव्यः इत्यपि भवितुम् अर्हति। तादृशनूतननूतनप्रयोगान् किञ्चित् परिशीलयामः। तत्र तादृशप्रयोगमपि अस्माभिः अपि तादृशप्रयोगः करणीयः चेत् उत्तमम्। श्रीमन् राजपुत्रदेशीयः अहमस्मि। ओहो, राजपुत्रदेशीयः? आम् श्रीमन्। तत् कथमत्र महाराष्ट्रदेशे? अत्र केन? तत्र तत्र विभजनं कृत्वा पठामश्चेत् तत्र ध्वनिः तथा भवति चेत् उत्तमं। तत् कथम् अत्र महाराष्ट्रदेशे इति किञ्चित् ओहो, नाटकरीत्या अस्ति खलु तत्र सम्भाषणादिकं, तत्र भावपूर्वकं भवतु पठनं। तत् कथम् अत्र महाराष्ट्रदेशे? सेनापते, मम देशाटनव्यसनं मां देशाद्देशं पर्याटयति। पर्याटयति। एवं, तत् किं प्रायः पर्यटति भवान्? एवं चम्पूते, नव्यां चमूपते, देशे, सेनापति इति चमूपते। स्थाने चमूपते, चमूः इत्युक्ते सेना खलु, अतः आम्, एवं चमूपते नव्यान् देशान् अवलोकयितुं, नवानवा भाषा अवगन्तुं, नूतना नूतना गानपरिपाटीश्च कलयितुम् एधमानमहाभिलाष एष जनः। अत्र पूर्वतनवाक्ये सः प्रश्नं पृष्टवान् खलु अफजल् खानः, तत् किं प्रायः पर्यटति भवान् इत्युक्ते अत्र अर्थः उत्तरं पश्यामश्चेत् तस्य प्रश्नस्य भावः अस्ति किमर्थम् इति, केन कारणेन तावत् पर्यटनं करोति इत्यपि भवितुम् अर्हति खलु आमामाम् आम् उद्देशः। अस्तु, तर्हि अग्रे अफ्सलखानः, अहो ततस्तु बहुदर्शी बहुज्ञः च भवान्, अथ वङ्गदेशे गतो भवान्? श्रूयते अतिवैलक्ष्ण्यं वैलक्ष्ण्यं तद्देशे स। सेनापते, वर्षत्रयात् पूर्वमहं काश्यां गङ्गायां संस्नाय उज्जयिनीदेशीयक्षत्रियकुलालङ्कृतं भोजपुरदेशमालोक्य गङ्गागण्डकतटोपविष्टं हरिहरनाथं प्रणम्य विलासिकुलविलसितं पाटलिपुत्रपुरमङ्गलपुरं पुरम् उल्लङ्घ्य सीताकुण्डविक्रमचण्डिकादिपीठपटलपूजितं विक्रमयशसूचकदुर्गावशेषशोभितं देवधुनितरङ्गक्षालितप्रान्तं मुद्गलपुरं निरीक्ष्य कर्णदुर्गस्थानेन तद्यशोमहामुद्रये वाङ्कितमङ्गदेशं, मुद्रया इव इति, ओ तद् तद्यशोमहामुद्रया इव अङ्कितम् अङ्गदेशम्। ओ तद् यशोमहामुद्रया इव अङ्कितम् अङ्गदेशं दिनत्रयम् अध्युष्य अतिवर्धमानवैभवं वर्धमाननगरं च सम्यक् समालोक्य यथोचितसम्भारैः तारकेश्वरम् उपस्थाय ततः अपि पूर्वं वङ्गदेशे पूर्ववङ्गेऽपि च चिरम् अहम् अटाट्याम् अकार्षम्। हा, एतत् पठति इदानीं स्मरामि। किं किं किं पूर्ववङ्गेऽपि? आं श्रीमन्, पूर्ववङ्गमपि सम्यग् अवलुलोकदेशजनः। हा, अवलुलोक। इतः प्रभृति अन्येन पठ्यतां किञ्चित्। पठति किं विमला भगिनी? भवती म्यूट्। आम् महोदय, आम् महोदय, नमस्ते महोदये। अफजलखानः, किं किं किं पूर्ववङ्गेपि तानरङ्ग? आं श्रीमन्, पूर्ववङ्गमपि सम्यग् अवालुलोके लोकदेशः जनः, यत्र सम्यक् सम्यक् अवालुलोकत् एषः जनः हा सम्यक् इति। अवालुलोकत् एषः जनः, यत्र प्रान्तप्ररूढां पद्मावलीं परिमर्दयन्तः पद्मेव द्रवीभूता पयःपूरप्रवाहपरम्पराभिः पद्मा प्रवहति। सर्वं प प प अस्ति। यत्र ब्रह्मपुत्र इव शत्रुसेनानाशनकुशलः ब्रह्मदेशं विभजन् ब्रह्मपुत्रो नाम नदी भूभागं क्षालयति, यत्र साम्लसुमधुररसपूरितानि भूत्कारोद्धतभूतिज्वलदङ्गारविजित्वरवर्णानि जगत्प्रसिद्धानि नारङ्गाण्युद्भ उद्भवन्ति यद्देशीयानाम् इति अस्ति, तत्र दीर्घः देशीया भवेत्, देशी दीर्घः भवेत्। देशीय देशीयानां देशीय जम्बीराणां रसालानां तालानां नारिकेलानां खर्जूराणां च महिमा सर्वदेशरसज्ञानां साम्रेणं कर्णं स्पृशति, यत्र च भयङ्करावर्तसहस्राकुलासु स्रोतस्वतीषु सहोहोकारं क्षेपणीः क्षिपन्तः अरित्रं चालयन्तः बडिशं योजयन्तः कुवेणिस्थम्रियमाणमत्स्य परिवर्तानालोकमानन्दन्तः अदृष्टतटेषु अपि महाप्रवाहेषु स्वल्पया कूष्माण्डफक्किकाकारया नौकया सॉरी भिन्नाञ्जनलिप्ता इव मसीस्नाता इव साकारा अन्धकारा इव काला धीवरबालाः निर्भयाः क्रीडन्ति। अत्र सर्वत्र विसर्गः अस्ति। साकाराः अन्धकाराः इव कालाः धीवरबालाः अस्तु, निर्भयाः क्रीडन्ति अस्तु, साकारः अन्धकारः इव। इति। इदानीं किञ्चित् लक्ष्मीनारायणमहोदया, यत् पूर्वं भवता पठितं तस्य किञ्चिदिव अर्थविवरणमपि कृत्वा पठतु। यद्यपि सुलभः एव अस्ति, तत्र किञ्चिदिव पुनः पठनं भवति इति कारणात्। आम्, तर्हि तत्र किञ्चित् दीर्घ आगतं खलु, दीर्घं वाक्यं ततः आरभ्य। इतः प्रायः सेनापते वर्षत्रयात् पूर्वमहं काश्यां गङ्गायां संस्नाय स्नानं कृत्वा उज्जयिनीदेशीयक्षत्रियकुलालङ्कृतं भोजपुरदेशम् आलोक्य तत्र भोजपुर तत्र तत् यद्यपि उज्जयिनी उज्जयिनी तु केवलं नगरं, तस्य राज्यं, भुजपुरस्य राज्यं तत्रैव समीपे एव अस्ति। आम् उज्जयिनीनगरसमीपे धारा इति, आम् धारानगरः इति आम् आम् भवतु। हा अनन्तरं गङ्गागण्डकतटोपविष्टं हरिहरनाथं प्रणम्य तत्प्रायः मन्दिरं वा दर्शनं। विलासीकुलविलसितं पाटलिपुत्रपुरम् उल्लङ्घ्य तत्र पाटलिपुत्रं गत्वा यद्यपि उल्लङ्घ्य इति पदं भिन्नभिन्न अर्थं सूचयति, अत्र उल्लङ्घ्य इत्युक्ते तदपि दृष्ट्वा अग्रे इति अर्थः, सीतां अतिक्रम्य इति. अतिक्रम्य सीताकुण्डविक्रमचण्डिकादिपीठपटलपूजितं विक्रमयशस्सूचक दुर्गावशेषशोभितं देवधुनीतरङ्गक्षालितप्रान्तं मुद्गलपुरं निरीक्ष्य, तत्र मुद्गलपुरस्य एवं विवरणं. मदा महोदय किमपि टीकायाम् अस्ति, इदान्तनकाले एतेषु दिनेषु तस्य नाम किम् इति. मोहैर् वा मुङ्गेर्, मुङ्गेर्? ओ मुङ्गेर् मुङ्गेर्, मुङ्गेर् हा अस्तु. तत् तत्र तत्सर्वं उज्जयिनी इत्युक्ते कः, किं राज्यं भवति इदानीं? मध्यप्रदेश मध्ये उज्जयिनी. मध्यप्रदेश वा? ततोपि इतोपि उत्तरस्यां दिशि अस्ति खलु, मध्यप्रदेशे वा उज्जयिनी? मध्यप्रदेशे अस्ति उज्जयिनी. हा अस्तु, उज्जयिनी तत्र अस्ति. मध्यप्रदेशस्य उत्तरभागे प्रायः. प्रायः तत्र अनन्तरं मुङ्गेर् इति बिहार् मध्ये अस्ति, बिहारे. अस्तु अस्तु. मुद्गलपुरम् इति मुङ्गेर्. कर्णदुर्गस्थानेन तद् यशो महामुद्रा मुद्रया इव मुद्रया अङ्कितम् इव इव इव इति अनन्तरं स्वीकरोतु. तत् यशो महामुद्रया अङ्कितम् इव अङ्गदेशं दिनत्रयम् अधिष्य इति तथा अस्ति इति. कर्णदुर्गस्थानेन इत्युक्ते कस्य यशः? कर्णस्य यशः वा अथवा विक्रमादित्यस्य यशः वा? आम् प्रायः आम् कर्णस्य इति मन्ये. अतः अङ्गदेशम् इति, अङ्गदेशः. अङ्गदेशः इति स्वीकुर्मश्चेत् कर्णस्य एव कर्णः स्मरणं भवति खलु, आम् अतः आम् तस्य कीर्तियुक्तं नगरम् इति. आम् आम् अतिवर्तमानवैभवं वर्धमाननगरं च सम्यक् समालोक्य एतद् तस्मिन् दिने आङ्ग्लदेशे विमला भगिनी उत्पत्ति खलु. वर्धमान बुर्द्वान् इत्युक्ते बर्द्वान्, बर्द्वान् इति बुर्द्वान् इदानीन्तनकाले वदामः. आम् बुर्द्वान् आम् आम् यथोचितसम्भारैः तारकेश्वरमुपस्थाय तारकेश्वरमन्दिरं प्रायः तदपि. अतः अपि पूर्वं वङ्गदेशे पूर्ववङ्गेपि च नाम इदानीं बङ्ग्लादेश च चिरम् अहम् अटाट्याम् अकार्षम्, तत्र सर्वत्र गतवान् इति. पूर्ववङ्गे अपि वा इति अफ्जल् खानः पृच्छति. आं श्रीमन् परन्तु दक्षिणदेशं किमपि न उक्तवान् खलु, केवलम् उत्तरभागे एव. इदानीं विमला भगिनी, भवत्या पठितस्य भागस्य किञ्चित् विवरणं ददातु. आं महोदय. पूर्ववङ्गमपि सम्यग् अवलोक्य अत्र तावदेव, हा अवा इति उपसर्गेण हा सह आ इत्यपि एकः आलोकवत् उपसर्गः, अतः अथवा आलोलोकवत्. आलुलोकत् इति लकारद्वयं भवति चेत् तदपि तथा लिट् लकारं दर्शयति इति मन्ये. अस्तु अस्तु. यत्र प्रारूढां पद्मावलीं परिमर्दयन्तः, पद्मावली इत्युक्ते कमलश्रेणीं, सरिति कमलानि विकसन्ति इति अत्र व्याख्यायमस्ति. पद्मेव इति श्रीः इव अस्तु, कान्तिः इव कान्तिभिः अस्तु, द्रवीभूताः पयः, पयः पयःपूरप्रवाहपरम्पराभिः पयः, प्रथमा तत्र पयः पूर इति स्वीकरणीयम्. इत्युक्ते जलप्रवाहे, जलप्रवाहस्य परम्पराभिः नद्यां पूर्णरीत्या जलम् अस्ति इति वक्तुं पयः पूरप्रवाह परम्पराभिः. परम्पराभिः इत्युक्ते तरङ्गाः भवितुम् अर्हन्ति. विमला भगिनी म्यूट् मध्ये अस्ति भवती. खासः अस्ति तेन सारी क्षम्यताम्. यत्र ब्रह्मपुत्र इव शत्रुसेना नाशन कुशलः ब्रह्मपुत्रः इति अत्र गरलविशेषः इति अस्ति महोदय. इत्युक्ते किं ब्रह्मपुत्रः इत्युक्ते ईश्वरः किं? गरलविशेषः नास्ति खलु. भवितुम् अर्हति ब्रह्मपुत्रः प्रदीपनः इति अस्ति इत्युक्ते किमिति? ब्रह्मपुत्रनदी अस्तु, ब्रह्मपुत्रनदः परन्तु हा परन्तु अत्र नदः ब्रह्मपुत्र साधारणतया अत्र सिन्धु इत्यपि नदः इति उच्यते पुल्लिङ्गे. ब्रह्मपुत्रायाः अपि वयं ब्रह्मपुत्रा इत्येव अस्माभिः आम् आम् स्मर्यते, परन्तु ब्रह्मपुत्रः नाम अस्य नदः भूभागं हा. क्षालयति. परन्तु अत्र एतदस्ति यत् यद् न अवगतं, यत्र ब्रह्मपुत्र एव शत्रुसेनानाशनकुशलः इत्युक्ते तदेव सः भवती उक्तवती खलु, ईश्वरः ओ एव ईश ओ अस्तु अस्तु हा हा शत्रुसेनानाशनं भवति हा इति. हा ब्रह्मदेशं विभजन् ब्रह्मपुत्रो नाम नदः भू अत्र ब्रह्मदेशम् ब्रह्मपुत्रः इत्युक्ते न टीकायाम् अस्ति गरलविशेषः इति. इत्युक्ते किं? तदेव न अवगतं. गरल इत्युक्ते विषम्, विषं विषं विषस्य विशेषः तत्र विशेषणम् इति इत्युक्ते विशेषविषम् इति. पुष्पविशेषः वृक्षविशेषः इति वदामः खलु, तथा गरलविशेषः अतितीव्रं विषम् इति. परन्तु ब्रह्मपुत्रः प्रदीपनः इति अपि अस्ति, अमर इति अस्ति अमरः. न अवगतं तत्. अस्तु अनन्तरं अस्तु हिन्दीभाषायाः टीकामपि पश्यामः तत्र हा हा कथं दत्तमस्ति इति. ब्रह्मदेश को भारतस्य पृथक करता हा ब्रह्मपुत्र एक विशेष प्रकार का विष विष अस्तु ओ विशेष दक्ष ब्रह्म हा ब्रह्मपुत्रस्य ब्रह्मपुत्रः दक्षः. करने में अस्तु कैलियों वीर्यो की की सेना सेना नाश करने में नाश दक्ष ब्रह्मपुत्र नामक नद है, ब्रह्मदेश के भारतवर्ष से पृथक करता हुआ. में दक्ष न दक्ष दक्ष इत्युक्ते समर्थः इति महोदय इति अर्थः भवति, तथा अर्थः हा उक्तः वा, नाट् अथवा दक्ष ब्रह्मपुत्रः एव दक्ष इति. यतः ब्रह्मा यदा सृष्टेः अनुवर्तनार्थं प्रजापतिः प्रजापतिनः सः सृष्टवान्. तत्र कश्यपप्रजापतिः एकः, दक्षप्रजापतिः एकः, स्वायम्भुवमनुः इति एकः इति. तेषाम् अग्रे अग्रे तेषां पक्षात् सन्ततयः जाताः, तथा एव सृष्टिकार्यम् अभवत्. अतः एव दक्षप्रजापतिः वा अथवा दक्षः इति विशेषणं वा मया न अवगतम्. अत्र गरलविशेषं किम्? अतु कोशे दत्तमस्ति सार्ट् आफ् पाय्सन् तदेव अहम् उक्तवती खलु, गरलः इत्युक्ते विषम् इति. पिल्ग्रिमेज् प्लेस् रिवर् आफ् पिल्ग्रिमेज् इति अपि अस्ति द ब्रह्मपुत्रा रिवर् सोर्स् आफ़् द ब्रह्मपुत्रा रिवर् इत्यपि अस्ति महोदये. वेजिटेबल् पाय्सन् भवतु अनन्तरं अस्तु अनन्तरं अन्ततो गत्वा ब्रह्मपुत्रनदः ब्रह्मपुत्रा यत् ब्रह्मदेशं विभजति तत् भूभावगं क्षालयति यत्र बहूनि ब्रह्मदेशम् इत्युक्ते बर्मा भवति खलु. बर्मा बर्मादेशं हा स आम्लसुमधुररसपूरितानि भूत्कारोद्धत भूतिज्वलदङ्गार विचित्वरवर्णानि इत्युक्ते तद् अवगतं. जगत्प्रसिद्धानि इति सम्यक् नारङ्गाणि इति फलानि बहूनि फलानि नारङ्गफलं नारङ्गफलस्य वर्णः सम्यक् वर्णितः अत्र, अस्तु अङ्गारः इव इति. तथा एव अस्तु खलु, अङ्गारः इव भवति. फूत्कारोद्धत आम् आं ज्वलत् अङ्गार अस्तु ज्वलत् अङ्गार विचित्वरवर्णवत् अस्तु. जगत्प्रसिद्धानि नारङ्गाणि उद्धत उद्भुत उद्भवन्ति उद्भवन्ति अपि च जम्बीराणां रसालानां तालानां नारिकेलानां खर्जूराणां च महिमा सर्वे शृण्वन्ति. साम्रेण कर्णं स्पृशति इति सर्वैः श्रुतं पुनः यत्र पुनः हा अस्तु पुनः पुनः श्रुतम् अस्तु. यत्र च भयङ्कर आवर्तसहस्र आकुलासु स्रोतवतीषु इत्युक्ते नदीषु होहोकारमित्युक्ते यदा नावं चालयन्ति ते हो हो इति उक्त्वा नावं हा हो होकार सहित क्षेपणीं क्षिपन्ति नावं चालयितुम् इति तस्य अर्थः अस्ति. अर्थः अस्ति. आम् अपि च मत्स्य म्रियमाणां मत्स्यानां किं हरित्रं चालयन्तः इत्युक्ते तत्र अरित्रम् इत्युक्ते अर्थः अस्ति आङ्कर् इत्यपि यत्र तत्र तत्र बृहन्नावां स्थापयितुं स्थगयितुं आङ्कर् इति तत्र कश्चन भारयुक्त आयः भवति खलु एवं तत् नद्यां स्थापयति खलु शृङ्खला सहितं तत्तु नौकायाः रक्षणार्थं तत् तदपि अरित्रम् इति उक्तमस्ति. अथवा आङ्कर् इति अर्थः कश्चन अन्य अरित्र इत्युक्ते हरिभ्यः त्रायते इत्यपि अरित्रः इति अर्थः. अत्र किं स्वीकरणीयं नौका इत्येव नौकायाः कृते स्थगनस्य कृते एकं दीर्घदण्डं रीत्या भवति दण्डरीत्या तदपि भवितुम् अर्हति. केनिपातकः इति अमरः अथवा अनन्तरं हरित्रं चालयन्तः चालयन्तः बडिशं बडिशं मत्स्यवेधनं वेधनम् इत्युक्ते मत्स्यग्रह ग्रहणार्थं तत्र किञ्चित् एवं हुक्रीत्या अत्र स्थापयति खलु तदेव बडिशं बडिशम् अस्तु. तेन बडिशेन सह अस्तु परिवर्तनम् आलोकम् आनन्दतः आनन्दं जनयन्ति ये सर्वे कुवेणीस्य म्रियमाणमत्स्यवेणी इत्युक्ते अत्र किमिति वदामः कुक्कु नदी न वेणी इत्युक्ते नदी इति कुवेणी इत्युक्ते तत्र नद्याः शुभ्रता नास्ति इति कारणात् कुवेणी इति भवितुम् अर्हति. अतः किं करोति तत्र मत्स्य किञ्चित् कुवेणीस्थ म्रियमाणमत्स्य परिवर्तान् आलोकम् आनन्दन्तः. पूर्वमपि उक्तं खलु ब्रह्मपुत्र इत्यस्य गरळविशेषः इति. अहं चिन्तयामि तत्र तत्रत्र तत्रत्य नद्याः ब्रह्मपुत्रनदस्य जले प्रायः शुद्धता नास्ति किञ्चित् विषमिश्रितं भवति वा इति अहं चिन्तयामि. अतः एव तत्र मत्स्याः अपि मृताः भवन्ति. कुवेणीस्थ म्रियमाणमत्स्य परिवर्तान् आलोकम् आनन्दतः. परिवर्तान् इत्युक्ते तत्र नद्यां मध्ये एव आवर्ताः भवन्ति खलु तदपि उक्तं. प्रवाहः अधिकः भवति चेत् तत्र आवर्ताः अपि भवितुम् अर्हति. वाटर् वर्ल्स् वर्ल्पूल्स् भवति खलु तत्तु तेन कारणेन अपि मत्स्याः म्रियमाणाः भवन्ति. तेन सह यदा मत्स्याः म्रियन्ते ते उपरि आगच्छन्ति खलु प्लवन्ते. अतः तत्र आवर्ते एव तेषामपि परिवर्तनं भवति इति. आलोकम् आनन्दन्तः तथा एव अस्ति वा अर्थः? आनन्दम् अनुभवन्ति परन्तु आनन्दन्तः इत्युक्ते आनन्दम् अनुभवति इति वा? कुवेणी इत्युक्ते फिश् बास्केट् इति अस्ति महोदय. वेणी अत्र नदी एव कुवेणी इति मार्केट् कथं भवति न फिश् बास्केट् बास्केट् इति यस्मिन् ते मत्स्याः मरणं प्राप्नुवन्ति यदा नद्यां नद्यामेव फिश् मार्केट् कथं भवति तत्र? मार्केट् न बास्केट् बास्केट् बास्केट् बास्केट् तथा श्रुतं. न अत्र फिश् बास्केट् इति अस्ति कुवेणी अदृष्टतटेषु अपि महाप्रवाहेषु स्वल्पया कूष्माण्डपक्किकाकारया नौकया. नौकया। हाँ, अदृष्टतटेषु अपि इत्युक्ते इतोपि तटस्य बहु बहु समीपं दूरम न अस्ति। आगतं, हाँ, दूरं दूरे बहु दूरम अस्ति. अस्ति। हाँ, प्रवाहेषु स्वल्पया कूष्माण्डपक्षिकाकारया, पक्षिका इत्यस्य अर्थः कः? तत्र अस्ति किम्? सम्यक् नास्ति भो। हाँ हिंदी, हाँ अतः हिंदी इत्युक्ते भाषायामपि किम् अस्ति इत्यपि न। पकि तदपि फाङ्क् तथा फाङ्क् एव इति अस्ति। हाँ, तस्य अर्थं तस्य अर्थः कः न इति न अहं न लब्धं भवति। हिन्दी शब्दकोशे अपि न प्राप्तौ। पश्यामि. कूष्माण्डाकारस्य नौका अस्ति ते इति पक्षिका एव खलु. पक्षिका। हाँ, अस्तु कूष्माण्ड पश्यामः. पक्षिका इति। अत्र अस्ति, महाप्रवाहों में भी छोटी सी कुम्भड़े की फांक के आकार की नाव से, कुंभड़े के अत्र कूष्माण्ड पास। विशेष है प्रायः। हाँ, अग्रे नौकया। पठतु, अग्रे हाँ, पठतु. आम आम महोदय। नौकया भिन्न अञ्जन लिप्त इव लिप्ताः इव मसी स्नाताः इव साकाराः अन्धकाराः इव कालाः धीवरबालाः निर्भया क्रीडन्ति। धीवरबालाः निर्भया निर्भयेन क्रीडन्ति अस्मिन् नद्यां। और कीदृशः बालकाः सन्ति इत्युक्ते अन्धकारा एव कालाः सन्ति। अस्तु. अत्र किम् पक्किका इत्यस्य चत्वारः अर्थाः सन्ति. आम्, पक्किका इत्यस्य अत्र साधारणतया यदा वादः भवति, वादं हाँ, भिन्नभिन्नमतानां जनानां वा अथवा भिन्नपक्षाणां पक्षद्वयस्य मध्ये वादः भवति चेत् प्रथमं यः वदति तत् पूर्वपक्षम् इति. तदनन्तरं द्वितीयेन तस्य वादं किञ्चित् तस्य विरुद्धरूपेण तत् अथवा तस्य विमर्शनरूपेण वा विरुद्धरूपेण वा सः वदति खलु, तद् उत्तरपक्षं. पूर्वपक्षमिति प्रथमं यः कश्चन निर्णयं स्थापयति वेदिकायां तत् तस्य पक्किका इति एकः अर्थः. अनन्तरं कुतर्कं वितण्डावादं कुर्वन्ति खलु, कुतर्कं कुर्वन्ति तद् तस्य कुतर्कस्य अपि पक्किका इत्येव. अतः एव सद्व्यवहारः न असद्व्यवहारः इति अर्थः भवति, वितण्डावादः इत्यपि अर्थः भवति. अनन्तरं ग्रन्थः इति एकः अर्थः, ग्रन्थः. अनन्तरं पुनः वञ्चना, वञ्चनम् अथवा वञ्चना इत्यपि अर्थः. अत्र कम् अर्थं स्वीकुर्मः अत्र? कोऽपि अत्र न सङ्गच्छति कल्पया इति भाति। कूष्माण्डपक्किकाकारया. हाँ, कूष्माण्डस्य आकारः, परन्तु कीदृश आकारः? फकिका इत्युक्ते किमपि न अवगतम्। नौका तादृशमेव दृश्यति, तैः न तेन नौकया नौक एते धीवरबालाः गच्छन्ति, क्रीडन्ति तत्र. क्रीडन्ति इति। हाँ, अस्तु, अग्रे किञ्चित् सन्ध्या अग्रे भगिनी भवति वा अथवा विवेक महोदय विवेक भवान्? महोदय, विवेक महोदय इति भाति। स्वयं हसन् इदानीं तु अत्रापि किञ्चित् सम्भाषणरीत्या अस्ति खलु, आम्, अतः सन्ध्या भगिनी भवती अपि पठतु सम्भाषणरीत्या, द्वयेन पठ्यताम्. स्वयं हसन् सर्वाश्च हसतः पश्यन् सत्यं सत्यं धन्यो भवान् यः अल्पे अल्पेन एव वयस वयस वयसा इव एवं एवं वयसा एवं एवं विदेश एवं वयसा एवं विदेशभ्रमणैः. एवं विदेशभ्रमणैः चातुरीं कलयति। एव यदि युष्मादृशैरभिनन्द्ये. अफ्जल खान अग्रे. क्षणानन्तरम् अथ भवान् मूर्छना प्रदानं गायति, तानप्रदानं वा मूर्छना प्रदानं भवेत्। अत्र विषयः इदानीमेव विवरणमपि पश्यामः. तः अनेके देशेषु भ्रमणं कृत्वा कृत्वा बहु चातुर्यं प्राप्तवान् इति भवति, भवतः सामर्थ्यं दर्शयति इत्यपि भवितुमर्हति. अत्र सङ्गीतस्य विषये अफजल् खानः पुनः पृच्छति, मूर्छनाप्रधानं गायति वा तानप्रधानं वा इत्युक्ते, साधारणतया मूर्छना इत्युक्ते रागवैविध्यम् आलापनम् इति वदामः खलु, आलापः इति हिन्दुस्थानी सङ्गीतस्य प्रकारे अपि तथा एव भवति, कर्णाटकसङ्गीते अपि आलापः इत्युक्ते पदानि विना, पदानां विना एव सङ्गीतमेव भवति, रागालापनं तस्य मूर्छना इति नाम. तानं प्रधानम् इत्युक्ते तत्र तालस्य अधिक वैशिष्ट्यं भवति. अतः कथं भवति भवतः सङ्गीतम् इति पृच्छति अहम्. ईदृक्षं तादृक्षं च द्वयमपि गायामि इति सूचयति. कणानन्तरम् अस्तु, आलाप्यतां कश्चन रागः किञ्चित् विचार्य आज्ञा चेद् एकां रागमाला गीतिं गायामि यत्र प्रत्याभोगं नवीन एव रागो भवेद् एकेनैव च ध्रुवेण सङ्गच्छेत तत्तद्रागनामानि च तत्रैव प्राप्येरन्. अवगतं खलु, रागमालिका इति वदामः कर्णाटकसङ्गीते अपि, तत् एकम् एकं भागम् अपि अथवा चरणम् इति वदामः वयं, तत्र भिन्नभिन्नरागे आगच्छति चेत् तथा भवितुमर्हति. आहा, किम् एवम्? ईदृशं तु ज्ञान गानं न प्रायः श्रूयते, तद् गीयताम्. एकैकस्य अपि भागस्य मध्ये एव तत् रागस्य नाम अपि आगच्छति. इदानीं कर्णाटकसङ्गीते मुत्तुस्वामीदीक्षितर् इति महोदयेन, त्यागराजस्वामिनः काले एव सः अपि आसीत्, सः सर्वत्र क्षेत्राटनं कृतवान्, आभारतं, तत्रत्य अनेकेषु मन्दिरेषु गत्वा तत् देवं वा देवीं वा स्तुतिरूपेण अर्चयति सः. तत्र एकैकस्यां कृतौ अपि तस्य रागस्य नाम भवति आगच्छति. अनन्तरं सः अधिक बहु संस्कृतविशारदः सः, अतः एव तस्य कृतिम् अपि किञ्चित् उपयुज्य अहम् अनेकवारं व्याकरणवर्गेषु उदाहरणं दत्तवती अस्मि. तत्र सर्वासु विभक्तिषु सः एकैकस्यां विभक्तीनां विभक्त्यामपि कृतिं कृतवान्, उपयुज्य पदानि उपयुज्य कृतिं कृतवान्. इदानीं कमलाम्बा इति तिरुवारूर् मध्ये मन्दिरस्य देव्याः नाम कमलादेवी इति अहं चिन्तयामि. तां देवीम् उद्दिश्य नवावरणकृतयः इति सः कृतवान् अस्ति. तत्र नवावरण इत्युक्ते नवकीर्तन कृतयः सन्ति. तत्र एकैक साधारणतया प्रथमाविभक्तिः भवति, द्वितीयाविभक्तिः अधिकतया अधिककृतिषु आगच्छति, अनन्तरं तृतीयाविभक्तिः. तत्र गुरु सुब्रह्मण्यस्य विषये सः एकं कृतिं रचितवान् अस्ति, सुब्रह्मण्येन रक्षितोऽहम् इति. तृतीयाविभक्तिमध्ये एव प्रारम्भः भवति. तत्र अनुपल्लवी इति प्रथमभागे अपि एवं भवति, चरणमेव वदामि, तत्र अधिक पदानि आगच्छन्ति. सोदरेण तत्वा महोदय न न पुरन्दर मनोल्लासकरणेन इति, अकारवृत्तेन आनन्देन भोगमोक्षप्रदानेन नित्येन वेङ्कटेशनामकेन श्रुतशुकसहस्रप्रकाशगुरुगुहेन कृत्तिकासुतेन रक्षितोऽहम् इति सर्वत्र सर्वेषां पदानामपि तृतीयाविभक्तिः तस्मिन् तस्यां कृतौ कृतौ आगच्छति, तथा कमलाम्बां भजरे इति द्वितीयाविभक्तिः पूर्णतया आगच्छति, अनन्तरं कमलाम्बिकायै देव्यै इति चतुर्थी विभक्तिः आगच्छति, अनन्तरं षष्ठीविभक्तिमध्ये अपि एका कृतिः आगच्छति, तथा केवलं सन्दर्भ उद्दिश्य सन्दर्भम् उद्दिश्य अहम् एतत् वदन्ती अस्मि, अत्र सम्बन्धः नास्ति, परन्तु तस्य अन्यः अत्र केन कृतं पद्मनाभः इत्युक्ते सः न स्वातितिरुनाळ् स्वातितिरुनाळ् तस्य कृतिषु पद्मनाभ इति मुद्रा एक तेषां तेषां कृतिषु कवेः पद्धतिः अस्ति, मुद्रापदम् एकं भवति, दीक्षितकृतिषु गुरुगः इति भवति, स्वातितिरुणा कृतिषु पद्मनाभ इति भवति, त्यागराजकृतिषु त्यागराजनुता इत्येव आगच्छति, तथा भिन्नभिन्न मुद्रा अपि आगच्छति, यतः किमर्थम् अहम् उक्तवती इत्युक्ते रागस्य नाम अपि तत्र तत्र तत्र आगच्छति इति वक्तुम् एतद् उक्तवती. इदानीं कृत्तिकासुत शुद्धधन्येन सुब्रह्मण्येन रक्षितोऽहम् इति अहम् उक्तवती खलु, शुद्धधन्यासि इति तस्य रागस्य नाम शुद्धधन्यासि इति तदेव वदति सः इति. अस्तु, बृन्दावन श्रीरङ्गपुरविहारा इति एम् एस् सुब्बलक्ष्म्याः गानं श्रुतवन्तः स्युः, तत्रापि तथा बृन्दावनसारङ्गरागः तत्र तत् पदम् आगच्छति. अस्तु, इदानीं पश्यामः अग्रे. परिच्छेदं पठामि. ततः दानपूरिकायाः स्वरान् सम्मेल्य पातितवामजानुः दानपूरिकातुम्बं क्रोडे निधाय दक्षपादस्य उत्थितजानुनि च दक्षहस्तकूर्पर स्थापन पुरस्सरम् तेन एव हस्तेन तर्जन्यङ्गुल्या दानपूरिकां रणयन् स्वकण्ठेनापि त्रीन् ग्रामान् सप्तस्वरांश्च समधात् तन्मात्र श्रवणेन एव मुग्धेषु इव अखिलेषु इमां रागमाला गीतिमगायत्. अत्र केवलं तस्य वर्णनं कथं कुत्र तान्पूरिकां कुत्र स्थापितवान् तस्य भङ्गी तस्य उपवेशनरीतिः कथमस्ति तत्सर्वं दत्तमस्ति, अवगतं खलु भवद्भिः तत्सर्वं? किञ्चित् पिक्चरैज् कुर्वन्तु मनसि कथमिति. साधारणतया तादृश उत्तरदेशीय हिन्दुस्थानीसङ्गीतं ये गायन्ति ते एव तान्पूरिकायाः वादनं कुर्वन्ति, ते एव तत्र तु एतादृश पुरुषाः एवमेव उपविशन्ति, एक किं पादम् इति पश्यतु तत्र जानुः पातितवामजानुः, वामजानुः किञ्चित् पुटीकृतं भवति, अनन्तरं पतितः इत्युक्ते तलेन सह भवति इति, तत् दक्षिणः उपरि एवं उपविशति स्थापयित्वा, अनन्तरं पूरिका तुम्बं क्रोडे निधाय तत्र तस्य क्रोडः इत्युक्ते लेप् इति भवति, तत्र निधाय दक्षपादस्य उत्थितजानुनि च दक्षहस्त इत्युक्ते दक्षिणहस्त दक्षिणपाद दक्षिणहस्त कूर्परस्थापनं रिष्ट स्थापनपुरस्सरं तत्र स्थापयति, अनन्तरं तेनैव हस्तेन एतत् तर्जनी अङ्गुली तेन रणयन्ति तं तथा एव विमला भगिनी दर्शयति खलु तथा रणयन्ति. अस्तु, ग्राम इत्यस्य सङ्गीत विषये अर्थः कः इति दत्तं दत्तः पश्यतु. कूर्परः कपोणिः, कपोणिः कूर्परः, तदेव कूर्पणः इत्युक्ते एतद् भावेशः भागः. त्रीन् ग्रामान् षड् षड्ज मध्यम गान्धारान्. गान्धारान्, ओ अस्तु अस्तु. षड्ज इत्युक्ते सा, मध्यम मा, गान्धार गा गा, तदेव ग्रामान्. परन्तु सप्तस्वरः अपि ग्रामः एव. केवलं त्रीन् ग्रामान् इत्युक्ते षड् षड्जं मध्यमं गान्धारम् इत्येव उक्तं. भवतु अग्रे. परन्तु तान्पुरेषु पञ्चमं षड्जमम् एव तस्य स्थानं भवति किल. तत्र द्वयमेव अस्ति, तत्र सपा तावदेव, तदेव तद् मन्दरस्थायि सा एकः अस्ति, उच्चस्थायि उच्च तारस्थायि एकः अस्ति. मन्दरं मन्दर न मध्यस्थायि. अस्तु, तेषु अभिलोके अभिलेखेषु इमां रागमाला गीतं भवति. सखी हे नन्दतनय आगच्छति, मन्दं मन्दं मुरलीरण रणनैः समधिकसुखं प्रयच्छति. एतत् गानं वा गीतं वा? सखी एतत् गीतम् अग्रे किञ्चित् संध्या भगिनी भवती अपि पठतु तत्र. भैरवरूपः पापि जनानां सतां सुखकरो देवः कलितललितमालतीमालिकः सुरवरवाञ्छितसेवः सारङ्गैः सारङ्गसुन्दरो दृग्भिर्निपीयमानः चपलाचपलचमत्कृतिवसनो विहितमनोहरगानः श्रीवत्सेन लाञ्छितो हृदये श्रील श्रीदश्रीशः सर्वश्रीभिर्युतश्रीपतिश्रीमोहनो गवीशः. अत्र श्लोक तत् गीतं पश्यन्ति चेत् तत्र एकैकम् एकैकस्मिन् यस्यां पङ्क्त्याम् एकं पदं भवति, किञ्चित् स्थूलाक्षरे न भवति, लघ्वाक्षरे एव भवति. पश्यतु, भैरव भैरव इति रागस्य प्रथमायां पङ्क्ति पङ्क्तिमध्ये भैरवरागं, भैरव इति एकं रागमस्ति रागः. तदनन्तरं द्वितीये ललिता इति चिन्तयामि, कलितललिता इति अस्ति खलु, तत्तु स्थूलाक्षरे नास्ति. ललिता इति एकः रागः वर्तते. स तृतीये सारङ्ग, चतुर्थी चतुर्थ्यां पङ्क्त्यां चपल इति, चपल इति अन्ते श्री श्री अस्ति अत्र, मोहनः अस्ति, परन्तु तत्र तु श्री इति एव लघु अक्षरे. पूर्वतन अपि श्रीवत्सेन लाञ्छितो तत्रापि श्रीरागः, अतः तत् एवं रागमालां सह कृतवान्. अस्तु, अत्र अर्थः अपि अस्ति, भैरवरूपः इति एकं पदं इति रीत्या, एकपदरीत्या तत्र दत्त अर्थः कल्पितः. पापिजनानां भैरवरूपः सतां सुखकरो देवः. अस्तु, कलित कलितललितमालतीमालिकः सुरवरवाञ्छितसेवः सारङ्गैः सारङ्गसुन्दरो दृग्भिः निपीयमानः. अस्तु, अग्रे गच्छामः, तस्य अधिकविवरणं न आवश्यकम्. अस्तु, गौरीपतिना सदा भावितो बर्हिण बर्हिणबर्हकिरीटः कनक कनककशिपु कदनो बलिमथनो विहत दशाननकीटः इति तस्य गीतं समाप्तं तत्र. एतस्य अर्थः अवगतः खलु, कनककशिपु कदनो हिरण्यकशिपु हिरण्यकशिपु कदनः अनन्तरं बलिमथनः यत् दशाननकीटः तत्र दशावतारस्य अपि भवति वा इति अहं न जाने, परन्तु अत्र तु नरसिंहावतारः, अनन्तरं बलि इति वामनावतारः, श्रीरामावतारः, पूर्वं कृष्णस्य विषयः. अस्तु, तत्र बर्हिणबर्हकिरीटः इति सर्वं प्रायः कृष्णस्य, तत्र श्रीकृष्णस्य विषयः एव, परन्तु तत्र गौरी इति पदस्य लघ्वक्षरस्य पदमस्ति खलु, गौरीपतिना सदा भावितः, तत्र गौरी इत्यपि कश्चन रागः वर्तते, गौरी मनोहरी इति अस्ति, परन्तु केवलं गौरी इति उक्तम् अत्र. अस्तु, अग्रे पठानि वा अथवा अन्य कोऽपि पठति वा? किञ्चित् पठतु अग्रेपि, अनन्तरं पुनः लक्ष्मीनारायणः पठतु. अथ एतावदेव श्रुत्वा अतितरां प्रसन्नेषु पारिषदेषु ससाधुवादम् वितीर्णकङ्कणे च अपजलखाने तानरङ्गोऽपि सप्रसादं तानपूरिकां भूमौ संस्थाप्य अपजलखानस्य गुणग्राहितां प्रशशंसा. अस्तु, वितीर्णकङ्कणे अफजलखान इत्युक्ते तत्र बहुमानरीत्या दत्तवान् इति अर्थः वा? अस्तु, अथ अफजलखानः क्रमशो मैरेयमदपरवशतां वहन् उवाच, यत् कथ्यताम् अस्मिन् प्रान्ते भवादृशानां गुणग्राहकाः के सन्ति, के वा कवितायाः सङ्गीतस्य च मर्मम् अवगच्छन्ति इति न वा, मर्म ओ क्षम्यतां मर्म अवगच्छन्ति. अत्र लक्ष्मीनारायण, सुधा भगिनी आगतवती वा? सा मुखं न दर्शयति सर्वदा अत्र, नागतवती, नास्ति वा? अस्तु, अस्ति. भवान् पठतु अग्रे. आम्, ततस्थानरङ्गः अचकथ अचकतथ, को नामापरः शिववीरात्, स एव राजनीतौ निष्णातः, स एव सैन्धवारोह विद्या सिन्धुः, स एव चन्द्रहास चालने चतुरः, स एव मल्लविद्या मर्मज्ञः, स एव बाणविद्या वारिधिः, स एव पण्डित मण्डल मण्डनः, स एव धैर्यधारी धौरेयः, स एव वीरवार वरः, स एव पुरुष पौरुष परीक्षकः, स एव दीन दुःख दाव दहनः, स एव स्वधर्मरक्षण सक्षणः, स एव विलक्षण विचक्षणः, स एव च मादृशगुणिगणगुणग्रहणाग्रही वर्तते. भवानेव अर्थस्य विवरणं ददातु एकैकस्यापि, अनन्तरं तत्र शब्दानां विन्यासं पश्यन्तु सर्वे. तर्हि तत्र अफजल खान वदति यत् कथ्यताम् अस्मिन् प्रान्ते भवादृशानां कः अस्ति, भवादृशानां गुणग्राहकाः के सन्ति, के वा कवितायाः सङ्गीतस्य च मर्म अवगच्छन्ति, कः सः इति. तदा सः वदति को नामापरः शिववीरात्, तत्र शिववीरः एव अस्ति, अन्यनाम नास्ति, शिववीरः एव. सः एव राजनीतौ निष्णातः, निपुणः राजनीतौ, स एव सैन्धवारोहविद्या सिन्धुः, नाम सागरः, विद्यासागरः. सैन्धवः इत्र तत्र अश्वः इत्र अर्थः, अश्वारोहणे. ओ, अश्वारोहणे, अश्वारोहविद्यायां निपुणः सागरः, स एव चन्द्रहासचालने खड्गचालने सः चतुरः, स एव मल्लविद्या मर्मज्ञः, तत्र मल्लविद्या यदस्ति तदवगतं खलु. आम्, स एव बाणविद्या वारिधिः, तत्रापि नैपुण्यमस्ति तस्य, स एव पण्डितः मण्डल, स एव पण्डितमण्डल मण्डनः, भूषणं पण्डितमण्डलस्य, स एव धैर्यधारी धौरेयः धैर्यवताम् अग्रे अग्रगामी अग्रगण्यः इति धौरेयः इति अग्रे इति स एव वीरवारवरः अपि च वीरे वीरेषु वरः स अत्र एव वारः इत्यस्य अर्थः समूहः इत्युक्ते वीराणां समूहे सः श्रेष्ठः इति अस्तु स एव पुरुष पौरुष परीक्षकः परीक्षकः ओ तादृश राजा स एव दीनदुःख दावदहनः तत्र दीनदुःखानां दावानलस्य न दीनानां दुःखमेव दावः ओहो अग्निः तस्य दहनः न दीनानां दुःखं दावानमिव भवति चेत् तदपि दहनः तस्य दहनं करोति करोति इत्युक्ते अत्र अर्थः कश्चन भवितुम् अर्हति दीनानां दुःखं दुःखमपि दावाग्नि इत्यत्र काननम् इति अस्ति वा तत्र अर्थः किमिति अस्ति तत्रापि अग्निः इत्येव अर्थः वा लिप्पिनं दुःखदावम् इति वनम् अरण्यम् इति दुःखारण्ये दह अग्निरीत्या अरण्यं नाशयति खलु अग्निः अतः दीनानां दुःखमेव अरण्यं वनं तं नाशयति इति अग्निस्वरूपः इति अर्थः भवति स एव स्वधर्मरक्षणसक्षणः सक्षणः किमति तस्य अर्थः कः सक्षणः इति उत्साहेन सह सोत्साहः इति अस्ति स्वधर्मरक्षणे सक्षणः इत्युक्ते सोत्साहः हर्षवाचि क्षणशब्दः ओ उत्साहः इति वा अस्तु उत्साह उत्साह तर्हि स्वधर्मरक्षणे सः तस्य उत्साहः अस्ति स एव विलक्षणविचक्षणः तत्र विलक्षणं तत्र पण्डितः विचक्षणः नाम पण्डितः किल विचक्षणः इत्युक्ते श्रेष्ठः इति अपि भवति अर्थः तत्र विशिष्टविद्वान् इति तदेव विलक्षणः अस्तु अपि च अन्ततो गत्वा सः किं आल्रौण्डर् अत्र स एव तत्र अतः सकलकला निपुणः इति स एव च मादृशगुणि गणगुण गुणि गुणिनां गणः तस्य गुण तेषां गुणं ग्रहण ग्रहण गुणग्रहणे गुणग्रहणस्य अग्रही वर्तते क्षम्यताम् आग्रही वर्तते वर्तते इति अस्तु अनेन पठ्यते किं विमला भगिनी पठति किम् अथ अपजलखाने तत् किं शिव एषः एवं गुणगणविशिष्टः अस्ति एवं वा वीरवरोऽस्ति इति स चकितं स भयं स तर्कं स रोमोद्गमं च कथयति किञ्चित् विचार्य इव नीतिकौशलपुरस्सरं गौरपुनरवादीत् भगवन् सामान्यराजभृत्यस्य पुत्रः शिववीरो यदि नाम न अभविष्यत् स्वयम् ईदृशः ऊर्जस्वलः तत् कथं स्वर्णदेवसदृशं सहचरं प्राप्स्यत् तद्द्वारा समस्तं कल्याणप्रदेशं कल्याणदुर्गं च स्वहस्तगतम् अकरिष्यत् कथं तोरणदुर्गभोगभाजनताम् अकलयिष्यत् कथं तोरणदुर्गात् दक्षिणपूर्वस्यां पर्वतस्य शिखरे महेन्द्रमन्दिरखण्डमिव घर्षितारिवर्गवर्गं डमरुहुडुक्कारतोषितभर्गरायगढं रायगढनामकं महादुर्गं विरचयिष्यत् कथं वा क्रियापदानि परिशीलितवन्तः खलु कथं हा लुङ् लुङ् अस्ति लुङ् लृङ् लृङ् लृङ् आम् आम् लृङ् तद् हेतु हेत् मद्भावि इति खलु लृङ् हौ हौ हि हाव् डन् इति अर्थः भवति खलु कथं वा तपनीयभित्तिका झटिता महार तत्र तावत्पर्यन्तम् अर्थस्य विवरणं महोदय ददातु. आम् आं बहु किमपि अस्ति तत्र अफजल् खान् वदति तत् शिव एव एषः ईदृश यदि सः न अभविष्यत् कथं ईदृशम् ऊर्जस्वलः इति विशिष्टः कथम् ईदृशवीरः अस्ति इति आश्चर्येण भयेन स पृच्छति. तदा गौरसिंह किञ्चित् विचारं कृत्वा ऊर्जस्वलः इत्यस्य अर्थः कथं पश्यतु कस्य अर्थः महोदय ऊर्जस्वलः कुत्र अस्ति टीकायाम् अस्ति वा पश्यतु अद अन्यथा अहं कोशं पश्यामि. ऊर्जस्वलः बलशाली बालशाली एव अस्तु. अच्छा ऊर्जस्वलः अच्छा अस्तु. भगवान् तदा गौरसिंह अवदत् सामान्यराजभट्टस्य पुत्रः शिववीरः यदि नाम न अभविष्यत् स्वयम् ईदृशः ऊर्जस्वलः अस्तु. ऊर्जस्वल इत्युक्ते बलशाली बलशाली तत् एतावत् बलं तस्य नास्ति तदा कथं वा ईदृशसहचरान् सः प्राप्स्यति तथा एव कथं कल्याणप्रदेशे कल्याणदुर्गं रचयति अपि च तोरणदुर्ग भोगभाजनताम् अकलयिष्यत् तत् एतानि एते दुर्गाः प्रसिद्धाः दुर्गाः कथं अधुनापि सन्ति. अरचयत् इति एतानि दुर्गाणि अपि च तत्र तु प्रायः यत् यत् देशं यं यं देशं सः आक्रम्य स्ववशं कृतवान् तत्र सर्वत्र रक्षणार्थं दुर्गस्य निर्माणं कृतवान् इति. दुर्गम् इत्युक्ते तत्र संरक्षणार्थं राज्यरक्षणार्थं तत्र प्रासादं परितः भवति खलु उन्नत उन्नतभित्तिं निर्माप्य दुर्गं दुर्गनिर्माणं कुर्वन्ति राजानः पूर्वस्मिन् काले. तथा एव संरक्षणार्थं सर्वदा दुर्गनिर्माणं सर्वत्र पश्यतु भारतदेशे एव इति न सर्वत्र भिन्नभिन्नदेशेषु अपि तथा एव खलु. इदानीम् ऐरोप्यदेशेषु पश्यन्तः चेत् तत्र भिन्नभिन्न लघु लघु लघु राज्यानि आसन् खलु सर्वत्र दुर्गाणि सन्ति. तथा दुर्गम् इति रक्षणार्थं तत् अतः सर्वत्र दुर्गं निर्माणं कृतवान् सः इति इति वदति. अस्तु. अस्तु तोरणदुर्गात् दक्षिणपुरुष पर्वतशिखरे सर्व अतः केवलं दुर्गाणां विषयः. अग्रे विवेकमहोदय पठति किम्? प्रायः इतः आरम्भ कथं वा इति कथं वा तपनीयभित्तिका इति तत् ततः कथं वा कथं वा तपनीयभित्तिका झटितमहारत्न किरणावली वितन्यमान महाविधान वतत् वितति विरोचित प्रतापतापित परिपन्ति निवहं त्र चुम्बन चतुर चारु शिखर नख निकरं भुषुण्डिका किणाङ्कित प्रचण्ड भुजं भुजदण्ड करक्षक कुलविधीयमान परसहस्र परिक्रमं दमद्धमदोधूयमान मान अनेक ध्वज पटल निर्मिति निर्मतित महाकांक्ष प्रताप दुर्गं निरमापयिष्यत्. एकक्षणं एतत् वाक्यम् अहम् एकवारं पठामि, पश्यन्तु शृण्वन्तु. अत्र अत्र अत्र तत् गद्यम् इत्युक्ते ओजस् इत्युक्ते कश्चन बलं भवति, अत्र फोर्स् भवति. गद्यस्य लक्षणमेव तथा एव भवेत्. अतः एव एतादृशशब्दालङ्काराः सर्वत्र वर्तन्ते. कादम्बरी, बाणस्य कादम्बरी मध्ये अपि एवमेव दीर्घानि वाक्यानि, समासयुक्तवाक्यानि, अनन्तरं पदानां वैविध्यम्, अनन्तरं पदानां विन्यासं, तत्सर्वम् अस्ति गद्यभागे. तत्र पठनस्य समये एव तत्रस्य ओजोगुणस्य भावः बहिः यथा आगच्छति तथा पठनीयं भवति. इदानीं पश्यतु, अत्र एकवारं प्रथमवारं न आगच्छति, अनन्तरमेव आगच्छति, तादृशबलयुक्तपठनं पश्यतु. अत्र कुतः आरभ्यतम्? अस्तु. कथं तोरणदुर्गभोगभाजनतामकलैष्यत्, कथं तोरणदुर्गात् दक्षिणपूर्वस्यां पर्वतस्य शिखरे महेन्द्रमन्दिरखण्डमिव धर्षितारिवर्गं डमरुहुडुक्कारतोजितभगं भर्गं रायगढनामकं महादुर्गं विरचयिष्यत्, कथं वा तपनीयभित्तिकाजटितमहारत्नकिरणावलीवितन्यमानमहावितानभित्तिकविततिविरोचितप्रतापतापितपरिपन्थिनिवहं चन्द्रचुम्बनचतुरचारुशिखरनिगरं भुशुण्डिकाकिणाङ्कितप्रचण्डभुजदण्डरक्षत्. एवं बलं भवतु इति, तथा एव गद्यस्य पठनस्य सौन्दर्यं दृश्यते, सर्वैः अनुभूयते अपि. अस्तु, इदानीं अर्थं पश्य वदतु भा महोदय, यत् ततः आरभ्य, कथं वा तपनीय तत्र ततः आरभ्य. तपनीयभित्तिका झटितमहारत्न तपनीय उष्ण तपनीय इत्युक्ते स्वर्णं, स्वर्णं स्वर्णभित्तिका झटितमहारत्न किरणावली वितन्यमान महाविधान महारत्नम् अपि अस्ति इति मिश्रणं भवति. तत्र रत्नस्य स्थापनं भवितुं स्वर्णस्य साहाय्यम् आवश्यकं खलु. अतः तपनीयेन भित्तिका, भित्तिषु तपनीयेन झटितमहारत्न रत्नेन सह निर्मितमस्ति, सुवर्णम् उपयुज्य. अनन्तरं तत्र प्रकाशः, किरणावली कथमस्ति इति वदति. अग्रे महावितान वितति इत्युक्ते बहु विशालम् इति, विरोचितप्रतापतापितपरिपन्थिनिवहम्. अतः तत्र परिपन्थि इत्युक्ते शत्रूणां समूहः तापितः भवति एतस्य प्रतापेन इति शिवराजस्य. परन्तु वितानं किमर्थम् इति अत्र व्याख्यायां पठतु. महारत्नानां किरणावलीभिः वितन्यमानस्य, विस्तार्यमाणस्य महावितानस्य वितत्या वैशाल्येन शोभितेन प्रतापेन तेजसा एव शत्रुसमूहः ज्वलितः भवति. तावत् पराक्रमः न, केवलं तस्य दुर्गस्य अलङ्कारं दृष्ट्वा एव शत्रूणां मनः तापितं भवति इति. अस्तु. चन्द्रचुम्बन, चन्द्रचुम्बन चतुर चारु शिखर निखरं, चन्द्रम् अपि चुम्बति तादृश उन्नत शिखरम् शिखर निखर शिखराणां समूहः, ऊर्ध्वसमूहः. भुशुण्डिका किणाङ्कित प्रचण्ड भुजदण्ड रक्षक, सो भुशुण्डिका सह रक्षणं प्राप्यति वा? भुजुण्डिका इत्युक्ते गन् गन् गन् तस्य व्रणं, किणाङ्कित इत्युक्ते तत् अत्र एव स्थापयति खलु भुजयोः भुशुण्डिकाम्. अतः तत्र स्थापयित्वा तत्र किणा भवति इत्युक्ते स्कार् भवति खलु तत्र किञ्चित् हार्डन् भवति, दृढीकरणं भवति भुजस्य मध्ये, अतः तेन अङ्कितम् अस्ति तस्य प्रचण्डभुजदण्डं। तस्य रक्षक अग्रे किमिति अस्ति? विधीयमान परसहस्र परिक्रमं, सो सर्वे तत्र सन्ति, तथा सैन्यानि तावन्ति सन्ति इति, सर्वे बलशालिनः एव। धमद्धमदोधूयमान अनेक ध्वजपटल, सो तत्र ध्वजपटलं तत्र तादृशं सर्वत्र धमद्धमद्दोधूयमानानेकध्वजपटल निर्मतित महाकाशं प्रतापदुर्गम् इति सर्वत्र तस्य सेना अस्ति खलु, सेनायाः एकम् एकं भागं दृष्ट्वा पश्यामश्चेत् सर्वत्र ध्वजं भवति, एकैकस्य भागस्य अपि ध्वजः भवति, अतः तत्तु ध्वजानां धूयमानम् एव भवति खलु, ध्वजाः धूयमानाः भवन्ति, तत्तेन समूहेन आकाशः एव निर्मथितः भवति इति, तावत्पर्यन्तम् उन्नतः अस्ति अतः प्रताप तादृशं प्रतापदुर्गम्। अनन्तरं निरमापयिष्यत् तदा तत्र अग्रे न श्रूयते भगवत्या कथं वा आगत एष शिववीर इति भ्रमेणापि सम्भाव्य अस्य विरोधिषु केचन मूर्छिता निपतन्ति, अन्ये विस्मृतशस्त्रास्त्राः पलायन्ते, इतरे महात्रासा कुञ्चितोदराः विशिथिलवाससो नग्ना भवन्ति, अपरे च दशनेषु तृणं सन्धाय साम्रेणं प्रणिपातपरम्परा रचयन्तो जीवनं याचन्ते। तात्पर्यं वदतु भगिनि। एतत् कस्य ओ एतत् सर्वं कृतवान्, अतः अतः यदा शिववीरः आगच्छति, शिववीरः आगतः इति भ्रमेण इति तत्र व्याकुलतां प्राप्य ये विरोधिनः शत्रवः सन्ति ते केचन मूर्छिताः भूत्वा अधः भूमौ पतन्ति, अन्ते तत्र शस्त्रास्त्राणि सर्वं विस्मृत्य ततः पलायनं कुर्वन्ति, इतरेषाम् उदरेषु आकुञ्चनं भवति महात्रासेण भयेन, अधिकतया भयेन उदराणां सङ्कोचनं भवति, अतः उदराणां सङ्कोचः भवति, चङ्कुचनं भवति चेत् तेषां वाससः स्खलन्ति। अपरे शुष्कमुखाः भूत्वा दशनेषु इत्युक्ते मुखेषु तृणं सन्धाय साम्रेणं, साम्रेणम् इति किम् उक्तवन्तः तत्र भिन्नभिन्न अर्थः भवति, आम्रेडम् इत्युक्ते पुनः पुनः इति, पुनः पुनरुक्तिः अपि भवति, पुनः पुनः करणम् अपि भवति। तर्हि साम्रेडं प्रणिपातपरम्परा रचयन्तः जीवनं याचन्ते, तत्र सजीवं त्यजतु अस्मान् इति याचन्ते। ओ अत्र इदानीं समयः अतीतः इति मन्ये, अत्र विरमामः वा? अत्र कश्चन घट्टः अपि आगतः, अनन्तरम् अहम् एवम् एतेन विधेन अहं किञ्चित् अर्थस्य विवरणम् अपि भवतु इति उक्तवती खलु, तद् आवश्यकं वा अथवा अग्रे अग्रे पठित्वा गच्छामः वा? यत्र यत्र क्लेशः अस्ति तत्र एव विवरणं दद्मः, किं भवताम् अभिप्रायः कः? इदानीं यत् प्रचलति तत् समीचीनं महोदय, आवश्यकम् अस्ति किल, एतस्मिन् विधे एव पठिष्यामः वा अग्रेपि? इदानीं शान्तिमन्त्रं दा ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः।